नमस्कारः। तर्हि यङ्लुगन्तदातवः इति करपत्रं समाप्य अधुना यङ्लुगन्तदातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि इति अत्र करपत्रमस्ति, आरभामहे। पुष्पा भगिनी आरम्भं करोति वा भगिनि? एकनिमिष भगिनि, ऐ हेव् टु ओपन् अप् द कोपि अन्य कोपि इदानीं हिमा भगिनी म्यूटेड् अस्ति भगिनि। सरला भगिनी आरम्भं करोति वा भगिनि? क्षम्यतां भगिनि, हा म्यूट् मध्ये एव वदन्ति आसम्। तत्र अष्टमकरपत्रः वा करपत्रं वा? आं भगिनि। अस्तु, तर्हि तत्र पूर्वतनपाठे दृष्टं यत् यङ्लुगन्तधातुभ्यः विधीयमानः सिद्धतिङ्प्रत्ययाः एते इति। तत्र गतपत्रे एव वयं दृष्टवन्तः लट्लकारः टि इति इति ईति इति यङो वा इति सूत्रेण तत्र तत्र विकल्पेन रूपद्वयं भवति, तत्र ईडागमः भवति वा न, तत्र किं जातं यङो वा सूत्रे? ईटागमः ईट् दीर्घ ईट् इति किल? आम्, तर्हि हलादिपित्सु तत्र ईटागमः भवति। तः अति अस्ति अत्र अपितः, तदनन्तरं सि ईशि थः थ मि ईमि वहम इति सर्वत्र तत्र यत्र पित् अस्ति हलादि पित् अस्ति तत्र ईटागमः भवति यङो वा सूत्रेण। लोट्लकारः अपि तथैव, तु ईतु अपि च तात् इति तु ह्योस् किमासीत् तत्र सूत्रम्, आशिषि अन्यतरस्याम् इति आसीत् किल, तर्हि आशीर्लिङ्गार्थे तात् इति अपि भवति। ताम् अतु हि तात् तं त, अत्र हि आदेशः केन सूत्रेण भवति एकवारं स्मारयति वा? हि सेर्ह्यपिच्छ इति उत्तमं भगिनि। आनि आव आम इति सर्वेपि प्रत्ययाः, लङ्लकारे तु त ईत् ताम् उः इति, अत्र लङ्लकारस्य मध्ये झेर् जूस् इति आगच्छति, तर्हि तत्र झूस् इत्यत्र उः इति रूपं भवति। अत्र अत्र किमपि वक्तव्यं वा? नास्ति भगिनि, अग्रे। स ईः तं त अं व म इति, इति लिङ्लकारेषु सर्वत्र यात् यातां युः, यः यातं यात, यां याव याम इति सर्वे हलादि अपितः एव इति, इदानीं रूपाणि साधनीयानि इति। अग्रे नमस्ते महोदय। नमस्कारः महोदय, बहुदिनानि अपि आम्। सम्प्रति क्रमेण अजन्तदातूनां तदा हलन्तदातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि परिशीलनीयानि। आकारान्तदातवः, सामान्य आकारान्तदातवः वा इति स्वीकृतमत्र, आकारान्तेषु वा इति ध्यै ध्या दाध्या ग्लै ग्ला जाग्ला इति, अत्र एजन्तधातूनामपि अत्र एव ग्रहणं भवति, आदेचोपदेशे शिति इति कृत्वा तत्र आत्मं विधीयते इति, अपि च बावा इति धातुनिष्पन्नं जातं, तत्र तु सामान्यकार्याणि एव भवन्ति। वा इति वक्तव्यं वा तत्र कथं धातुनिष्पन्नं जातम् इति? नो चेत् भगिनि वदतु भगिनि। तर्हि तत्र वावा इति अस्ति, तत्र प्रथमं धातोरेखाचो क्रियासमभिहारे यङ् इति एकः एव अच् अस्ति, अपि च हलादिः अस्ति इति कृत्वा तत्र यङ् विधीयते। तदनन्तरं यङ्गोचि च इत्यनेन यङ्गः लुक् जातं, तदनन्तरं संयङ्गोः इति कृत्वा द्वित्वं अभवत् वावा इति। इदानीम् अभ्यासकार्याणि प्रथमं सामान्य अभ्यासकार्याणि, तत्र ह्रस्वः इति कृत्वा अभ्यासभागस्य ह्रस्वः भवति ववा इति। इदानीम् अत्र अकित् अस्ति इति कृत्वा दीर्घोकितः इति विशिष्ट अभ्यासकार्याणि पुनः भूत्वा तत्र दीर्घः जायते, अतः वावा इत्येव धातुनिष्पन्नः। तदनन्तरं ध्यै अस्ति, ध्यै अपि एवमेव द्याध्या, तदनन्तरं हलादिशेषः इति कृत्वा दाध्या, तदनन्तरम् अभ्यासे चर्च् कृत्वा तत्र महाप्राणधकारस्य अल्पप्राणधकारः, तर्हि दाध्या ह्रस्वः इति कृत्वा दध्या, तदनन्तरं पुनः दीर्घोक्तः इति सूत्रेण तत्र दाध्या इति जाता. ग्लै मध्ये अपि समानकार्याणि, परन्तु इतोपि एकस्य सूत्रस्य प्रवृत्तिः कुहोश्चुः इत्यस्य कार्यमपि भवति. ग्लै प्रथमम् आदिचोपदेशिति इति कृत्वा आत्वं भूत्वा तत्र ग्लाग्ला, तदनन्तरं हलादिशेषः गाग्ला, तदनन्तरं कुहोश्चुः जाग्ला, ह्रस्वः जग्ला, दीर्घोकितः जाग्ला, तर्हि जाग्ला इति रूपाणि अभवन्. हलादिषु पित्सु तत्र किमपि कार्यं न भवति, केवलं मेलनमेव भवति, केवलं योजनम्. अङ्गस्य आकारान्तत्वे सति गुणकार्यं न सम्भवति. वावायोगः ति वावाति इत्येव भवति. आकारः अस्ति अङ्गस्य अन्ते इति कृत्वा तत्र गुणस्य प्रसक्तिरेव नास्ति इति, केवल ऐक्वर्णस्य एव तत्र गुणः जायते इति. अजादिषु पित्सु केवलं सन्धिकार्यं. वावायोगः आनि वावानि इति यथा प्रसङ्गम्, अत्र सवर्णदीर्घसन्धिः भवति. हलादिषु अपित्सु धात्वन्तस्य अकारस्थाने ईकारादेशः भवति ईहल्यगोः इति सूत्रेण, वावायोगः तः वावीतः इति. अत्र तकारः हलादि अस्ति, आदिमवर्णः इति कृत्वा, अपि च अपित् अस्ति इति कृत्वा अत्र ईहल्यगोः इति सूत्रस्य प्रसक्तिः. अधोभागे सूत्रं दत्तमस्ति, एकवारं पठामि. ईहल्यगोः श्ना प्रत्ययान्तस्य अभ्यस्तसंज्ञकस्य च अङ्गस्य स्थाने ईकारादेशो भवति कितिङिति हलादिसार्वधातुकप्रत्यये परे, परन्तु भूसंज्ञकधातोः धातुः चेत् न भवति. भूसंज्ञकधातुः नाम दा धा च धातु. अत्र अनुवृत्तिसहितसूत्रमस्ति. अङ्गस्य श्नाभ्यस्तयोः आतः ई किङिति हलि सार्वधातुके अघोः इति. तर्हि तादृश अङ्गस्य यत्र श्नाप्रत्ययान्तः विधीयते चेत्, श्नाप्रत्ययान्तः इत्युक्ते तत्र क्रियादिगणे आगच्छति, तस्य प्रसङ्गः अत्र नास्ति. अभ्यस्तयोः इत्यपि उक्तम् इति कृत्वा अस्य प्रसङ्गः अस्ति अत्र भवति. अतः अभ्यस्तयोः अङ्गस्य अभ्यस्तयोः आतः आकारस्य ईत्वं भवति. निमित्तानि सन्ति किङिति इति, हलि सार्वधातुके अगोः इति. इदानीम् अस्माकं त इति हलादिः अस्ति, अपि च अपित् अस्ति ङित्वत् इति कृत्वा सार्वधातुकप्रत्यये परे अस्ति इति कृत्वा तत्र सामान्यतया आकारस्य ईकारः जायते. अगोः इति कथनेन केवल भूसंज्ञकधातोः अस्य प्रसक्तिः न भवति इति. तर्हि वावायोगः त आकारस्य ईकारः भूत्वा वावीतः इति. अजादिषु अपित्सु श्ना धात्वान्तस्य आकारलोपः जायते श्नाभ्यस्तयोर् आतः इति सूत्रेण, वावायोगः अति वावति इति जातम्. श्नाभ्यस्तयोर् आतः सूत्रं वदति श्ना प्रत्ययान्तस्य अभ्यस्तसंज्ञकस्य च अङ्गस्य आकारस्य लोपो भवति कितिगिति सार्वधातुकप्रत्यये परे. अनुवृत्तिसहितसूत्रमस्ति श्नाभ्यस्तयोः अङ्गस्य आतः लोपः किङिति सार्वधातुके. तर्हि यत्र हलादि अपित् अस्ति तत्रापि अभ्यस्तसंज्ञा अस्ति, अङ्गस्य आकारस्य लोपः भवति किङिति सार्वधातुके इति सर्वाणि निमित्तानि अत्रापि पूरितं, परन्तु तत्सूत्रं प्रभाद्य ईहल्यगोः सूत्रं कार्यं करोति. अत एव तत्र उपरि भावीतः इति आगतम्. परन्तु अजादिषु अपित्सु केवलं अजादिषु अपित्सु तत्र तु हलादिः अस्ति. अत्र सूत्रे तु तत्र तादृशनिमित्तमेव नास्ति, अतः तस्य प्रसक्तिः उपरि अपि भवति. वावायोगः अति मध्ये इदानीं तु केवलं श्नाभ्यस्तयोरातः इति भूत्वा आकारस्य लोपः भवति, अतः वावयोगः अति वावति इति भवति. अनेन सूत्रेण न केवलम् अजाद्यपि अपि तु हलाद्यपि अपि कार्यं विहितं, किन्तु हलादिषु अपित्सु श्रीहल्यगुः इति सूत्रम् एतत् कार्यं प्रभात्य आकारस्य स्थाने ईकारादेशं विददाति. समीचीनं वा भगिनि? इतोपि पठनीयं वा नो चेत् समापनीयं वा? उस् अपि आं भगिनि, समापयतु भगिनि. भगिनि, विददाति कीदृश अस्ति? कस्मिन् जुहोत्यादिगणे अस्ति? धादातु, महाप्राणधातुः दधाति. अस्तु, उपसर्गपूर्वकम् अहं कन्फर्म् कर्तुम् इच्छामि. सर्वं जानाति भगिनि? न न, अहं सर्वं न जानामि, प्लीस् न वदतु. उस् प्रत्यये परे उस्य पदान्तात् इत्यनेन पररूपादेशः भवति. अवावा योगः उः अवावुः इति भवति. उस्य पदान्तात् इति सूत्रं वदति अपदान्तात् अकारात् उसि प्रत्यये परे पूर्वपरयोः पररूपम् एकादेशः भवति. आद्गुणस्य अपवादः अवायोगः उः औ योगः उः अवुः. अनुवर्तिसहितसूत्रमस्ति. अपदान्तात् आत् अचि उसि एकः पूर्वपरयोः पररूपं संहितायाम् इति. अत्र कार्यं तु अपदान्ते एव भवेत् इति स्मर्तव्यम्. आकारस्य इदानीम् उसि प्रत्यये परे अत्र पररूपादेशः भवति. अतः अवावा इति योगः उः अत्र पररूपम् इत्युक्ते उः इति भवति. अवावयोगः उः अवावुः इति भवति इति. भगिनी, अत्र उः कुत्र क्षम्यतां, किम् आसीत्? तर्हि त्रयवचने. अस्य प्रसक्तिः विधिलिङ्गकारे न भवति इति. तत्र यु अस्ति, अजादि नास्ति. यासुट् इति यासुत् आगमः भवति इति कृत्वा अस्य प्रसक्तिः तत्र न भवति. धन्यवादः. लकारे किं नास्ति अत्र? न भवितवर्हति उच्यपदान्तः. हलन्तः अस्ति न? यदा यासुट् इति आगमः भवति तत्र यासुट् इति आगमः प्रत्ययस्य भागः भवति. तर्हि अच् परे नास्ति किल उसि, तदनन्तरं या आगच्छति किल मध्ये. परन्तु युः कथं भवति? युः विधिलिङ्गमे युः भवति किल? हा, युः भवति, परन्तु किं नास्ति, किं न भवति, अहं न अवगच्छामि. तत्र पश्यतु, प्रत्ययः किं भवति, तत्रापि उः इत्येव अस्ति प्रथमं, परन्तु मध्ये तत्र यकारः आगच्छति. अत्र पश्यतु आ वावुः इति अस्ति, अङ्गस्य अनन्तरं किम् अस्ति अत्र? अचि उसि इति उक्तं किल अनुवृत्तिसहितसूत्रे. अपदान्तात् आत् अचि उसि, तर्हि अनन्तरं विधिलिङ्गि अपि उसि इति भवति, परन्तु तत्र अचि नास्ति, तत्र हलादि उस् इत्युक्ते मध्ये हल् वर्णः आगच्छति किल यासुट् आगमेन. आम्, यासुट् मध्ये तत्र किं तिष्ठति इत्युक्ते तत्र यकारः एव तिष्ठति, यतोहि तत्र किमस्ति तत्र सूत्रं भगिनि, सलोपोनन्तस्य वा? तत् अवगच्छामि. वदतु. अचि उसि इति उक्तं किल, तत्र तु हलि उसि इति भवति. इत्युक्ते अहं पृष्टवती किमर्थम् अचि उसि इति उक्तम् इति, यतोहि उसि एव अच्वर्णः किल, अच्वर्णपरे इति तत्र द्विवारं किमर्थं वक्तव्यं? केवलं अनुवृत्तिसहितसूत्रे अपदान्तात् आत् उसि इति वदामश्चेदपि सूत्रे कार्यं भवति. तर्हि अचि उसि इति किमर्थम् उक्तम् इत्युक्ते अस्य सूत्रस्य प्रसक्तिः विधिलिङ्ग् मध्ये न भवति इति. आगमः भवति तत्र तु अत्र तथापि उष्प्रत्ययः अस्ति इति कृत्वा उष्प्रत्ययः अस्ति, परन्तु अत्र हलन्तम् अस्ति, अन्तं नास्ति, आदि हल्लादिप्रत्ययः, यतोहि प्रत्ययस्य भागः भवति इति. महोदय अवगतं वा? अवगच्छामि. विधिलिङ्गे यकारः आदिवर्णः हल् वर्णः, परन्तु अत्र आदिमवर्णः अजादि अस्ति इति अतः अचि उषि इति, अतः एव अचि उषि इति उक्तं, परन्तु लिङ्लकारे अचि इति नास्ति वा सूत्रे? न, लिङ्ग्लक विधिलिङ्ग् मध्ये तु अचि न आगच्छति किल, तत्र यकारः आगच्छति. आम् आम् आम्, हल्वर्णः. यदि एतादृश उष्यपदान्तात् सूत्रस्य अनुवृत्तिः तु एतादृशमेव आगच्छति, परन्तु तत्र तस्य प्रसक्तिः न भवति. अस्तु भगिनि, धन्यवादः. भगिनी अत्र उष्यपदान्तात् इति गत्वा तत्र अष्टाध्यायी डाट् काम् मध्ये पश्यति चेत् तत्र पश्यतु, तत्र बिद्योगः जि इत्यस्मिन् या योगः उस् इत्यस्मिन् उस्य पदान्तास् इति तत्र दत्तम्. एकनिमिषं भगिनि, किमस्ति इदानीम् अष्टाध्यायी डाट् काम् मध्ये उस्य पदान्तात् इति सूत्रस्य कुत्र द्रष्टव्यं तत्र? तत्र बिद् धातोः विषये दत्तमस्ति रूपं साधनं. तर्हि बिन्द् योगः यासुट् इत्यस्य यास् योगः उस् इति कृत्वा, तदनन्तरं यास् इत्यस्य लिङ्गः स लोपोऽनन्तस्य इति कृतं, तदनन्तरं या योगः उस् इत्यस्मिन् उस्य पदान्तास् इति प्रयुक्तं. तर्हि या इति आगमः भवति चेत् तत्र कुतः स्थापितं? प्रत्ययस्य आगमः अस्ति किल भगिनि तत्र, एतादृशं वक्तुं शक्नुमः वा? सामान्यतया आद्यन्तौ टकितौ यत्किमपि आगच्छति तत्र अपदान्त अवर्णात् अपदान्त अवर्णात् इति एव दत्तमस्ति. अत्र धातोः भागं वा अङ्गम् इति किमपि न दत्तम्. परन्तु अधिकारः तु अङ्गस्य इति अस्ति वा? अधिकारः अपि अङ्गस्य इति न दत्तम्. अत्र मातुः चिन्तनेन अत्र बहु भिन्नतया दत्तं. भगिन्याः ध्वनिः किञ्चित् न्यूनमस्ति भगिनी. एवं वा? अत्र हेड्सेट् मध्ये किञ्चित् क्लेशः अस्ति, समस्या अस्ति. नूतन हेड्सेट् किञ्चित् आम् नूतन पार्श्वे स्थापयितुं शक्नोति वा? मुखं पार्श्वे एव अस्मि, परन्तु तथापि पुरातन हेड्सेट् एव स्पष्टम् अस्ति इति सर्वे वदन्ति, परन्तु अहं नूतनं क्रीतवती, परन्तु पुरातनं कदाचित् अपि भग्नः भवितुं शक्यते. तत्रैव तत्र वायर् मध्ये तत्र रज्जुः अस्ति खलु, तत्रैव तत्र बृहत् कर्तुं शक्यते खलु? न, तादृशमपि नास्ति अत्र, तस्य प्रोविशन् एव नास्ति. इदानीं श्रूयते वा? श्रूयते श्रूयते. आं भगिनि, किञ्चित् उच्चैः वदामि. इदानीम् इदानीम् उच्चैः अस्ति. धन्यवादः. आम् आं भगिनि, परन्तु सामान्यतया वयं किं वदामः, यत्र कुत्रापि आगमः आगच्छति तत्र कस्य आगमः इति द्रष्टव्यं किल. आम्. अपि च टित् भवति चेत् आदौ भवति, तर्हि तित् भवति यत्र कुत्रचित् तत्र तु यासुट् आदौ आगच्छति, किन्तु या योगः उस् इत्यत्र तु अस्य प्रसक्तिः अस्ति खलु, उस्य पदान्तात् प्रसक्तिः. हा, तत्र अपदान्त अवर्णात् इति योजितम् इति कृत्वा, परन्तु महोदयस्य करपत्रे तत्र अपदान्तात् एव अकारात् उसि प्रत्यये अपि उक्तं तत्र. अकारात् इति वा? सूत्रे उस्य अकारात् इत्युक्ते आकारः अपि स्वीकृतम्. आम्, द्वावपि द्वयोः अपि ग्रहणं भवति, ग्रहणं भवति, सत्यं. परन्तु तत्र यासुट् मध्ये आकारः केवलम् उच्चारणार्थे अस्ति वा, एतादृश किमपि अस्ति वा? यासुट् तत्र किं भवति इति मतभेदः जायते, परन्तु अहं न जानामि भगिनि. कीटः आगतः ओहोहोहो एव कुत्रचित् अस्ति पीडयन्ती अस्ति परन्तु यदा वयम् आगमम् आनयामः तर्हि एतादृशमध्ये स्थापयामश्चेत् तत्र अङ्गस्य भागम् इति स्वीकुर्मश्चेत् तत्र या इति आकारान्तः इति वक्तुं शक्नुमः परन्तु प्रत्ययस्य भागम् इति कुर्मश्चेत् तत्र आदौ अचुवर्णः नास्ति किमपि भवतु तत्र तु सन्धिविषयः तु न सङ्गच्छति खलु सन्धिसूत्रान् प्रबाद्य अत्र या योगः उत् इत्यस्मिन् उस्य पदान्तात् इत्यनेनैव यत्किमपि सूत्रेण भवति खलु अत्र युस् इति युः इति तर्हि केन सूत्रेण यदि अस्य सूत्रस्य प्रसक्तिः नास्ति चेत् केन सूत्रेण इति चिन्ता भवति खलु अस्माकं प्रत्ययस्य न न प्रत्ययस्य वयं निर्माणं कृतवन्तः खलु तस्मिन् समये अस्माभिः किं चिन्तितम् आसीत् जेर्जुस् मध्ये वा न यासुट् मध्ये वा यासुट् आम् यासुट् मध्ये अत्रापि उस्य पदान्तात् इत्यनेनैव अस्माभिः साधितं भगिनि आम् आम् महोदयस्य अपि यत् चिन्तनम् आसीत् उस्य पदान्तात् इत्यनेनैव साधितम् आसीत् युः इति प्रत्ययः तर्हि कथं वा वक्तुं शक्यते तर्हि युः इति कदाचित् भवति कदा भवति इत्युक्ते आकारस्य ग्रहणं न भवति किल यकारः योगः उः एव युः इति भवति किमर्थम् आकारस्य ग्रहणं न भवति इति वदति तर्हि तत्र इतोपि एकस्य सूत्रस्य प्रसक्तिः भवति किल पररूपादेशः भवति वा या योगः उः यासुट् मध्ये लिखितं मया तत्र विधिलिङ्ग् मध्ये किं दत्तमस्ति यासुट् इति प्रत्ययं यदा वयम् आनीमः आनयामः तत्र तु या योगः उस् उस्य पदान्तात् इत्यनेन युस् भवति इति एव अस्ति या योगः उस् इति एव स्वीकृत्य दत्तमस्ति तदपि पुराण पुरातनकरपत्रमस्ति तत्र विवरणं नास्ति अस्मिन् वर्गे अपि अहं विस्मृतवती इति पुनः पृष्टवती तर्हि महोदयः अपि न स्मृतवान् परन्तु सन्ध्या भगिनी भवति यत्र पुनः या आगमः आगतं तदनन्तरं पुनः अस्य सूत्रस्य प्रसक्तिः अस्ति वा इति प्रश्ने सति तथा तु अचि परे एव भवति इति वक्तुं शक्यते ननु इत्यस्मिन् तु सूत्रस्य प्रसक्तिः अस्ति किन्तु तत् समाप्य अनन्तरं यत्र अङ्गेन सह मेलनं भवति तदा तु प्रश्नः आयाति अस्य सूत्रस्य प्रसक्तिः पुनः अस्ति वा इति प्रष्टुं शक्यते तदा वयं वदामः प्रसक्तिः नास्ति किमर्थम् इत्युक्ते अचि परे एव प्रसक्तिः अचि उति उचि उचि एव प्रसक्तिः हलि उचि प्रसक्तिः नास्ति इति तादृशं परन्तु या मध्ये तु अचि एव अस्ति किल यदा या इत्यस्य मेलनं भवति तदा तु साधु एव उस्य पदान्तात् इत्यनेनैव भवति अचि उसि एव अस्ति खलु तदा पुनः अङ्ग या योगः उस् जातं तदनन्तरं वयं दातुम् आनयामः तदा एव एतादृशचिन्तनं प्रायः पुनः प्रसक्तिः प्राप्तिः भवति वा इति चिन्तनं स्यात् तर्हि नास्ति परन्तु अत्र अङ्गस्य इति अधिकारे एव न उक्तम् आम् अङ्गकार्यद्वये अपि आम् सत्यं तर्हि तादृशसमाधानं स्वीकर्तुं शक्नुमः प्रथमं या योगः उः इत्यत्र उस्य पदान्तात् इति कृत्वा अस्तु भगिनि धन्यवादः तर्हि रूपाणि साधनीयं खलु क्षम्यतां रूपाणि साधयति दशलकारे सरला भगिनि अस्तु वावा इति यदि वयं स्वीकुर्मः तत्र लट् लकारे भवति वाति केवलं वर्णमेलनमस्ति वा वा योग इति आगुणेन सन्धिकार्यं भवति गुणसन्धि वा वेति तः यत् अस्ति तत्र इ हल्योगो इति सूत्रेण आकारस्य स्थाने इ आगमः भवति सो वा वीतः इति आगच्छति वा वा योग अति अत्र चिनाभ्यासयोरा अनेन आकारस्य लोपः भवति तत्र वावति मध्यमपुरुषे वा वावासि पुनः आगुण वावेशि वावीथः अत्रापि हलादि पित् अस्ति वावीथ उत्तमपुरुषे वावामि वावेमि वावीवः हलादिपित् मा अपि हलादिपित् वावीमः लोट् लकारे विकरण वैकल्पिक अस्ति वा अत्र किं वावेमि एव न वावेमि इति मध्यमपुरुषे उत्तमपुरुषे एकवचने यमो वा इति सूत्रेण ईमि अपि अस्ति न द्वे रूपे भवति लोट् लकार भवति वावातु वावेतु तात् इति हलादि हलादि अपि तस्ति सो वावी तात् इति भवति वावी ताम् अतु पुनः श्नाभ्यस्तरात् इति सूत्रेण सो वावतु हि इति हलादि अपि तस्ति सो वावीः वावीतात् वावीतं वावीत अत्र आनी तत्र केवलं सवर्णाधिकसन्धि भवति ते अजादि पित् अस्ति वावानि वावाव वावाम लङ् लकारे अडागम प्रथमं भवति सो अवावा भवति अवावात् अवावेत् अवावीताम् इदानीम् उः इति अस्ति तत्र इदानीं यत् वयं चिन्तितवन्तः उः इति पूर्वपरयोस्थाने सूत्रमस्ति उस्य पदान्तात् इति सूत्रेण पूर्वपरयोस्थाने पर आदेशः भवति सो वा वुः इति प्रथमं शनाभ्यस्य इति सूत्रेण वाव भवति तदनन्तरं उस्य पदान्तात् इति सूत्रेण वा वा अवावुः अवावाह इति भवति सकारस्य ससजशोरु खरवस्थानविसर्जनीय अनेन विसर्गः भवति अवावाह अवावेह इति भवति साधु द्वितीय मध्यमपुरुषमे अवावेह अवावि अवावे उक्तवती अवावेह अवावितम् अवावित अत्र अम् अस्ति अम्मि पूर्वपरयो अस्ति वयं चिन्तवन्तः वर्गे साधु हेमा भगिनि अम् परे अस्ति तत्र पूर्वपरयो स्थाने पूर्वरूपादेशः भवति पूर्वरूपादेशः भवति सवर्णदीर्घं कार्यं न करोति प्रभाद्य तत्र अपवादसूत्रम् अमि पूर्वः इत्यस्य प्रसक्तिः अवावीव अवावीमा लङ्लकारे विधिलिङ्गे सर्वे हलादि अपित् अस्ति शिनाभ्यासयोरात् इति सूत्रेण आगमः भवति नो ई हल्योगो इदानेन ईत् आगमः भवति सो वावीयात् वावीयातां वावीयुः वावीयाः वावीयातं वावीयात वावीयां वावीयाव वावीयाम। धन्यवादः भगिनि। अत्र बाबा इति धातुनिष्पन्नं जातं, तर्हि तेन सह वयं सामान्यतया यथा योजयामः कृदन्ताः अन्ये प्रत्ययाः अपि योजयितुं शक्नुमः खल, तर्हि तत्र वावा यदि इक्तिन् रूपं स्वीकुर्मः तर्हि तत्र वावाति इत्येव भवति वा? अपि च ल्युट् इति कुर्मः तर्हि तत्र वा तत्र किं भवति, वावनम् इति भवति वा वावानम् इति भवति वा? वावनम् इति एव भवति अतो गुणे इति कृत्वा वा? प्रायः वावनम् इति भवति तत्र वावनम् अकारः परे अस्ति किल, अतः अहं चिन्तितवती अतो गुणे इति कृत्वा तत्र प्रायः पावनम् इति पररूपादेशः भवति वा इति। वावन पररूपादेशः अतो गुणे इति एव पूर्वम् अस्माभिः पठितम् आसीत् खलु, अमि इति अहं तु विस्मृतवती एव, अमि पूर्वः इति। तत्र भगिनी वर्गे नूतना छात्रा एव स्मारितवती। ओ वयं सर्वे विस्मृतवन्तः। तदनन्तरम् अत्र इतोपि एकः, तर्हि वावनम् इति भवति किल भगिनि, धातु वा अस्ति वा वे अस्ति वा वा वाति वातः अस्ति वा इति जातं खलु, वा इति जातं खलु यङ्लुगन्तदातुः। न न के वा धातु धातु वा वे अपि वापि भवितुम् अर्हति वे अपि भवितुम् अर्हति, उभयोः अपि अङ्ग्लुगन्तरूपं वा इति भवति समानं। परन्तु अत्र अर्थं दृष्टवती वावाति वावति इत्यस्य अर्थं रिपीटेड्लि कवर् रिपीटेड्लि बेड् फार्मेशन् इति अस्ति अर्थः। गतिगन्धनयोः टु गो टु मूव् इति अस्ति, अनन्तरम् अन्यवादातुः अस्ति वा इति। द विण्ड् ब्लोस् इत्युक्ते तत्र वाति इति वदामः किल, अनन्तरम् अनेक वे धातुः अपि अस्ति भगिनि, टु वीव् टु स्यू टु कम्पोस् टु निट् इति अस्ति वे धातु। भगिनि वाण्ट्स् द मीनिङ्ग् आफ़् वाति ऐ थिङ्क् इल्ल भगिनि, वावति इति अहं दृष्टवती, वावाति तस्य अर्थम् अहं दृष्टवती स्पोकन् ऐ थिङ्क् इट् मीन्स् द विण्ड् ब्लोस् अगेन् अण्ड् अगेन् सो वी केन् यूस् द वावाति। तत्र उक्तवती खलु अत्र वे इति अस्ति अस्ति अस्ति। भगिन्यः सरला भगिन्याः अपि ध्वनिः नास्ति। अग्रे मणिमहोदय ध्वनिः अस्ति मम, तर्हि आहत्य पश्यामः चेत् श्नाभ्यस्तयोरातः इति यत्र मेलनं भवति तत्र स्नाभ्यस्योरातः इत्यनेन अभ्यस्तसंज्ञक आकारस्य लो अङ्गस्य आकारस्य लोपः भवति इति अस्ति किमपि सर्वदा। अनन्तरम् अत्र वा इत्यस्य गतिगन्धनयोः इति उक्तवती किल, तर्हि तत्र हिन्दीमध्ये अपि अर्थः दत्तं पश्यतु भगिनि, हवा की तरह तीव्रगति में चलना, सो जस्ट् एस् द विण्ड् ब्लोस् क्विक्लि, अत एव तत्र वात इति प्रयोगः अपि आगतम् इति चिन्तयामि। अत्र ईहल्यगोः इति श्नाभ्यस्य रातः इति प्रबाद्य हलादि किति किति सर्वदातिके प्रत्यये परे ईहल्यगोः अस्तु महोदय। किं महोदय वक्तुमिच्छति? आकारान्तदातः इति पुष्पभगिनी टर्न् वदतु वदतु महोदय, परे वदामि अनन्तरं विशेषकारान्तधातवः गु सम्यक् धातवः दा द्युतं भवति दादा इति हलादिषु पित्सु किमपि कार्यं नास्ति केवलं योजनम् अङ्गस्य आकारान्तत्वे सति गुणकार्यं न सम्भवति दादा योहति दादा ददाति अजादिषु पित्सु केवलं सन्धिकार्यं दादा योहानि दातानि हलादिषु अपित्सु धात्वान्तस्य आकारस्य लोपः स्नाभ्यस्वरातः इति सूत्रेण दादायोहतः दातः अनन्तरम् अजादि अपित्सु धात्वान्तस्य आकारस्य लोपः स्नाभ्यस्वरातः इति सूत्रेण दादायोहादि दादाति दातु अतः ईहल्यो न कार्यं करोति अत्र तदेव महोदय तदेव न अग्रे पठामि वा उस् प्रत्यये परे उष्पदान्तात् इत्यनेन पररूपम् आदेशः अदादा योः उः अदादुः उस्य पदान्तसूत्रम् आपदान्तस्य अकारस्य उसि प्रत्यये परे पूर्वप्रयोः पररूपम् एकादेशः भवति आद्गुणस्य अपवादः निवृत्तिसदसूत्रम् आपदान्तात् आत् अचि उसि एकः पूर्वप्रयोः पररूपम् अत्र पररूपम् आगच्छति तस्य पूर्वम् अकारः अस्ति अनन्तरम् उकारः आदेशः अतः पररूपमेव उः एव भवति इति अत्र दत्तम् इदानीं भगिनी उक्तवती बहु समय टैम् उक्तवती अनन्तरं लोट्लकारस्य महोदय किमपि वक्तुम् इच्छति वा न लोट्लकारस्य मध्यमपुरुषे दादायोः हि देयोः हि देहि सूत्रम् इदम् गु समेत दात्वा गु समेत् गोसोरेत् हौ हौ अभ्यासस्य लोपश्च शीपरे गु सम्यक् धातोः अस् धातोः च स्थाने एकारस्य भवति अभ्यासस्य अस्ति चेत् तस्य लोपो भवति अलोन्तस्य इत्यनेन धातुरूपाङ्गस्य अन्तिमवर्णस्य स्थाने एकारादेशः न तु पूर्णतया अङ्गस्य गु सम्यक् गुश्च अश्च तयोरतिरेतिरन्तद्वन्द्वः गुहसौ तयोः गुहसोः अभ्यासस्य लोपः अभ्यासलोपः षष्टितत्पुरुषः गुहसोः षष्ट्यन्तम् एत् प्रथमान्तं हौ सप्तम्यन्तम् अभ्यासलोपः प्रथमान्तं च अव्ययपदम् अनेकपदं न सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं गोसोः अङ्गस्य एत् अभ्यासलोपः च हौ अत्र सूत्रं वदति गु सम्यक् धातुः अथवा अस् धातुः अस्ति चेत् अत्र हि परे हि परे धातु अङ्गस्य एकार आदेशः भवति अनन्तरम् अभ्यासः लोपो भवति भवति अत्र दादा इति धातुः मध्ये हि प्रत्यये परे द्वितीय दादा दा इति अस्ति अत्र एकारं भवति अकारस्य दे इति पूर्वं स्थ अभ्यासवर्णः दा इति लोपो भवति अतः रूपमेव देहि इति रूपं भवति महोदय तदेव यद्यपि दादा इति भूत्वा यङन्तदातुः अस्ति यङ्लुगन्तदातुः तथापि केवलं देहि इति एव रूपं भवति अन्ततो गत्वा इति अग्रे अस्तु अग्रे पठामि वा धन्यवादः अस्तु अस्तु भगिनि अत्र चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि अत्र दा एकनिमिष भगिनि गो बेक् ददाति दत्तः न दात्तः ददतु न ददति न अति सम्यक् भगिनि सम्यक् वा ददति हा ददति ददासि करपत्रम् इतोपि अस्ति भगिनि चतुर्षु सार्वदा कल्पनीयानि इति एव तत् क्षम्यतां ददासि ददेशि दत्तः तकारः मूर्धन्य तकारः आरम्भतः वदति वा एकनिमिषम् किं भगिनि आरम्भतः कृपया वदति ददाति ददेति दादाति खलु दादाति दादाति दादेति दत्तः दात्तः दात्तः दात्तः ददति दादति दादति क्षम्यतां न दादति दादति अत्र अभ्यासस्य अकारः आगच्छति न अत्र नागच्छति एतद्वा एतद्वा नास्ति अभ्यासस्य किम् अस्तु अत्र हा दादति अत्र आकारः लोपः भवति दादासि दादेशि दत्तः तत्तकारः मूर्धन्य तकारः दात्तः क्षम्यतां दात्तः दात्ता दादामि दादेमि दावः न दादावः दादामः अस्तु अत्र लोट्लकारे दादातु दादेतु दाद्वः इति भवति खलु तथैव तथैव अत्र आकारः लोपः भवति दाद्वः दाद्मः दात्तः सम्यक् सम्यक् सम्यक् दादातु दादेतु दादातात् दादातां दादतु अत्र सूत्रसहितं वदामश्चेत् तत्र क्लेशः न भवति यतोहि विशिष्टधातुः अस्ति किल सूत्रसहितं वक्तव्यं तत्र सूत्रसहितं स्मारणं करोतु भगिनि तर्हि सर्वेषां हा हा हा हा एकनिमिष एकनिमिष अत्र गतं अत्र गतं गत्वा वदामि हा दा हा ददातु दादे दादेशी दादेति अपि अस्ति न अत्र ईशि अपि इति अपि अस्ति ईतु अपि अस्ति न ईतु दादेतु दात्तात् क्षम्यतां दात्तात् दातां सम्यक् वा I don't remember all of the forms, I'm sorry. Dattam. Dattam. Dadatu. Dadatu. Karichatra nasti. Dadatu. Akara hasti na. Dadatu na. Takara bhavati. Dadityasya. तद् दत्तां उक्तं न अत्र बहुवचने दादतु अत्र देहि न केवलं देहि खलु देहि देहि अत्र दा अभ्यासस्य अभ्यासस्य लोपः अभ्यासस्य लोपः भवति आम् दात्तात् दात्तं दात्ता दादानि दादाव दादाम अत्र अरागमः भवति अदादात् अदादेत् अदात्ताम् अदादुः अदादः अदादाः अदादाः अदादाः अदादेहि मध्यपुरुषे एकवचने अदासः न न न न विसर्गः आगच्छति विसर्गः आगच्छति विसर्गः भवति अदादाः अदादेहि अदादे एकारः एहि चिन्तनं मम चिन्तनं मम प्रश्नः अस्ति यत्र श्नाभ्यस्य राक्तः अदन अनन्तरं हल्न्याभ्यो दीर्घसूत्रस्य अप्रुक्तं हल् इति तत्र कार्यं नास्ति खलु न कार्यं नास्ति परन्तु गुणकार्यम् अस्ति अस्तु तस्मात् तर्हि अत्र करवसानयोर्विसर्जनीयः इत्यस्मात् पूर्वं श्नाभ्यस्य रातः इत्यस्य प्रसक्तिः नास्ति वा नास्ति एकनिमिष अस्ति इति मन्ये श्नाभ्यस्तोरातः अस्ति अत्र उत्तमप्रश्नः पित् अस्ति भगिनि पित् अस्ति पित् अस्ति अपित् अत्र वदामः अदात्तम् अदादेः अदात्तम् अदात्ता अदादम् अदाद्व अदाद्म अमिपूर्वः इति अमिपूर्वः यात्तु दादायात् दादा अत्र दाद्यात् न भगिनि दाद्यात् दाद्यातां दाद्युः दाद्याः दाद्यातं दाद्यात दाद्यां दाद्याव दाद्याम अस्तु भगिनि कोऽपि दाधा अस्ति अत्र धा मूर्धन्य धातु दाधा इति आगच्छति अत्र दाधा धातोः कृते तिङ्प्रत्ययः प्रत्ययनिमित्तकं अङ्गकार्यम् उपर्युक्तमेव उपर्युक्तमेव उपः उक्तम् एव यथा दादा इत्यस्य लोट्लकारस्य मध्यमपुरुषे दाधा अत्र दाधायोगः हि अत्र धे मूर्धन्यधे योगः हि धेहि इति सूत्रं पूर्वोक्तम् अन्यच्च यतोहि एकं कार्यम् अस्ति अत्र ददस्ततोश्च द्वित्वकृतस्य जशस्ततो जशन्तस्य धातु धाव धातोः भषो भष् स्यात् ततो धोः च परयोः दधा इत्यस्य यत्र आकारलोपः तत्र दद् इति झषन्तरूपं सिद्ध्यति अत्र हा दद् न दाद् तादृशस्य दद् इत्यस्य दकारस्य स्थाने धकारादेशः भवति. तकारे थकारे सकारे द्वशब्दे च परे. इदं कार्यं वर्णनिमित्तकं न तु अङ्गनिमित्तकम्. अस्तु, हल् सन्धिककार्यम् एव. अष्टमाध्याये च झष् प्रत्याहारे वर्गस्य चतुर्थवर्णाः अन्तर्भूताः. झष् प्रत्याहारे वर्गस्य चतुर्थवर्णाः अन्तर्भूताः. झ भ घ ध ग ड ध द. वश् प्रत्याहारे ब ग ञ द इत्येते वर्णाः. भष् प्रत्याहारे भ घ ड ध ध इत्येते वर्णाः. अस्तु, तश्च तश्च तश्च त च तथौ तकाराः उच्चारणार्थः तयोः तथोः तयोः ततोः. दधः षष्ट्यन्तं, तथोः सप्तम्यन्तं च अव्ययपदं त्रिपदमिदं सूत्रम्. एकाचो भषो भषो भष् झषन्तस्य स्तोः. एतद् पठितवन्तः वयम् इत्यस्मात् भषो भष् झषन्तस्य स्तोः इत्येषाम् अनुवृत्तिः. अनुवृत्तिसहितसूत्रं झषन्तस्य दधः भषः भष् स्धोः तथोः च. अत्र उदाहरणं दीयते. तथा यथा दाधा योगातः स्नाभ्यस्तर यो रातः इत्यनेन आकारस्य लोपः. दाध् इति योगातः अत्र दधस्ततोश्च इत्यनेन दकारः तत् किं वदामः मूर्धन्येन अल्प अल्पदकार दकारस्य स्थाने धकारः मूर्धन्ये धकारः आगच्छति. तथैव धाध् योगतः करीच इत्यनेन चर्त्वसन्धिः धात्तः इति. कस्य भगिनि धा धातोः? ओ अस्तु. धा धातोः दधाति, तत्र तु पित् अस्ति, हलादिपित् इति कृत्वा केवलं तत्र अन्यकार्याणि किमपि न भवति इति कृत्वा दधाति इति यत्र अस्ति तत्र तु गुणकार्यं भवति, अतः दधेति. सः इति अत्र हलादि अपित् अस्ति, हलादि अपित् अस्ति इति कृत्वा अत्र स्नाभ्यस्तयोरातः इति कार्यं भवति, अतः अत्र आकारस्य लोपः भूत्वा तत्र यथा पूर्वं तत्र दाधि न अगोः आसीत् सूत्रे. एकनिमिषं भगिनि, तत्र किञ्चित् विचिन्त्य वदामि किम् आसीत् तत्र. अगो ईहल्यगोः सूत्रे तु अगोः आसीत् इति कृत्वा तस्य प्रसक्तिः न भवति. तर्हि अत्र हलादिषु अपित्सु केवलं श्नाभ्यस्तयो रातः इत्यस्य एव प्रसक्तिः, ईहल्यगोः कार्यं न करोति. अतः दादा दाधा योगः तः अत्र आकारस्य लोपः भूत्वा दाध् योगः तः. तदनन्तरं खरीच इत्यनेन अत्रैव भगिनि विशिष्टसूत्रं पठितम् आसीत् पुष्प ददः ददस्ततोश्च इति, यतोहि तकारः परे अस्ति, अपि च केवलं धातोः कृते एव इदं सूत्रम् इति कृत्वा जशन्तस्य ददः बश् बशः बश् स्वोः ततोः च इति, अत्र तकारः परे अस्ति, अपि च 3-4 इति स्मरामः किल, तत्र बश् बश् इति, तर्हि महाप्राण अल्पप्राणदकारः महाप्राणदकारः इति कृत्वा तत्र बशः भष् भवति इति कृत्वा प्रथमदकारस्य महाप्राणदकारः भवति. तर्हि तत्र धद् तः इति यदा जातम्, इदानीं धद् योगः तः भगिनि धात् धाद् अधः महोदयेन दत्तः भगिनि दादाय सत्यं दाधियोगः तः, अत्र तु महाप्राणधकारः जातः धाद्योगः तः न इदानीं भवती यत्र उक्तं खरीच इति, परन्तु न तत्र अन्यत् सूत्रमासीत् किल, तस्य प्रसक्तिः किमर्थं न इति, तत्र जशन्तस्य इतोपि एकम् आसीत् चतुर्दोधः इति आगच्छति न आगच्छति वा, किमर्थं तत्र जशस्ततोर्दोदः इत्युक्ते जशन्तः अपि अस्ति तकारः अपि परे अस्ति इति कृत्वा तकारस्य दकारः सूत्रसङ्ख्या किम् इति पश्यामि एकनिमिषं. जशस्ततोर्दोदः इति एय्ट् टु 40 इति अस्ति, अपि च खरीच तु अनन्तरमेव आगच्छति किल, अधः इति दशस्ततोर्दोद्दः इति अधः इति अस्ति, तर्हि अधः इति कृत्वा तत्र धकारस्य कार्यं न भवति अत्र धादातोः कृते, इति कृत्वा खरीच इति कृत्वा धातः धकारस्य तकारः भूत्वा धातः इति चत्वसन्धिः जायते. तदनन्तरम् अति इति अस्ति, दाधायोगः अति, अत्य अत्रापि श्नाभ्यस्तयोरातः इति कृत्वा दा तावदेव किल भगिनी, तत्र किं भगिनि केवलं श्नाभ्यस्तयोरातः इत्येव किल, तर्हि दाद् तत्र भष्भावः न भवति किल, न भवति, तर्हि केवलं अल्पप्राणदकारः तदनन्तरं महाप्राणदकारः दादति इति, तदनन्तरं इत्यस्ति केवलं मेलनमेव अत्र दधाति, तर्हि अत्र आकारः अस्ति इति कृत्वा आदेशप्रत्ययोः अपि न भवति. तदनन्तरं दधायोगः ईशी, अत्र गुणः कृत्वा तत्र दधेशि, अत्र यथा पूर्वं ददस्ततोश्च इत्यस्य कार्यं भवति, अपि च खरीच इति भूत्वा तत्र दात् अल्पप्राणतकारः महाप्राणतकारः दात्थः दात्थ न भगिनि महाप्राणदकारः अस्ति प्रथमं, तत्र तु 4-4 भवति, तदनन्तरं करीच भूत्वा धातः इति भवति, हा सत्यं, तत्र प्रथमं महाप्राणधकारः, तदनन्तरं महाप्राणधकारस्य भगिनि प्रक्रिया पुनः वदतु, प्रथमं दधा इति धातु, दधायोगः थः इति अस्ति, दाधा धातु, हा धाधा महाप्राण धा इति, तर्हि दाधायोगः तः, अत्र प्रथमं श्नाभ्यस्तयोरातः इति कुर्मः, तर्हि तत्र दाध योगः तः, तर्हि तत्र केवलं अत्र तु भष्भावः एव नास्ति किल भगिनि, महाप्राणः अस्ति इति कृत्वा केवलम् अत्र खरीच इत्य कार्यं भवति, तर्हि दात्थः महाप्राणधकारः तदनन्तरम् अल्पप्राणतकारः महाप्राणतकारः, साधु वा, तर्हि दातः धात् तदनन्तरं धादा इति तत्र किन्तु सकार तकार थकार परे भवति न पुनः सकारे सकारे ध्व शब्दचे परे इति भवति कृतं भगिनी आदौ एव कृतं धाद् इति कृतं 4-4 इति भष्पापं कृतं खलु भगिनी तदनन्तरं केवलं खरीच इति खरीच अस्तु अन्तिमरूप भवति धात् धा तकार थकार साधु थकारः अपि विसर्ग अत्र तर्हि आहत्य कार्याणि किं किम् इत्युक्ते ददस्ततोश्च तदनन्तरं प्रथमं श्नाभ्यस्तयोरातः सत्यं सपादे अस्ति इति कृत्वा श्नाभ्यस्तयोरातः तदनन्तरं तत्र ददस्ततोश्च इति कृत्वा तदनन्तरं तत्र खरी च इति कृत्वा रूपं साधितम् किन्तु यदि धकार महाप्राण भवति तत्र धा अस्ति साधु सो तत्र धकारस्य बश् एक ददस्ततोश्च इति प्रथमं कृतं किल ददस्ततोश्च इति द्वितीयं कृतं प्रथमं श्नाभ्यस्तयोरातः धा इत्यत्र धा इत्यत्र द्वितीय आकारस्य लोपः तदनन्तरं ददस्ततोश्च इति कृत्वा अल्पप्राणधकारस्य महाप्राणधकारः तर्हि धाद् इति आगच्छति धाद् योगः सः इदानीं खरीच इति कृत्वा धात् तथैव दाथ अपि तथैव दाधामि धाधेमि अत्र तु ततोश्च इति नास्ति तर्हि वः महा अस्ति अत्र धादायोगः वः हलादि अपि तस्य अत्र केवलं मेलनं न अत्र श्नाभ्यस्तयोरातः इति कार्यं करोति वा अभ्यस्तस्य करोति किल दाद्वः दाद्मः तत् कार्यं करोति न करोति तत्र तकारे वा धकारे तकारे परे वा मा इति अस्ति किल अतः न करोति ददस्ततोश्च इत्युक्ते तत् ह एव भवतु किल सकारः अनन्तरं द्वशब्दः स्त्वोः अपि भष्पावे स्त्वोः अपि आगच्छति शीघ्रम् अग्रे लोट् अपि कुर्मः भगिनि तत्र धाधायोगः तु इति अस्ति अत्र धाधातु धाधेतु धात्तात् धात्तां धादतु धादतु तदनन्तरं धाधी मध्ये तत्र कार्यं भवति देहि देहि सूत्रमेकवारं ध्वसोरेद्भावभ्यासलोपश्च इति कारणेन तत्र कूसञ्जकधातोः आकारस्य एत्वं भवति अभ्यासस्य अपि लोपः भूत्वा देहि इत्येव आगच्छति तदनन्तरं धात्तात् धात्तं धात्त धाधानि धाधाव धादाम लङ्लकारमध्ये अडागमः आगच्छति अत्र अदाधा तर्हि अधादात् तावदेव वा अधाधात् अधाधेत् अधात्ताम् अधादुः अधाधाः अधादेः अधात्थम् अधात्थ अधात्थ अमिपूर्वः इति कृत्वा अधादाम् आकारः वर्तते अत्र. अधादम् किमर्थं पूर्व रूपादेशः भवति किल, अमिपूर्वः किल. अस्तु अधाधाम् अधाद्व अधाद्म अश्नाभ्यस्तयोरातः इति कृत्वा तदनन्तरं यात् यातां युः भगिनि प्रश्नः अस्ति, तकारः अस्ति किल लङ्लकारे पित् अस्ति इति अत्र ददा इति बस् भवति वा नास्ति वा? न पित् अत्र सूत्रे न, कृपया पठतु. दातस्तो द्वितस्य जसन्तस्य दान्त दादोः बसो वर्णमेल वर्णकारमस्ति. अत्र सूत्रे पित्तस्य वा नास्ति वा इति न दत्तं, ततो वर्णनिमित्तं कार्यमस्ति वर्णनिमित्तं. तर्हि भवति भवति भवति किं भवति किन्तु धा धा अस्ति तत्र आकार अस्ति धकार न जाति लोपन भवति तत्र आकार अस्ति भगिनि आकार अस्ति आकार मया न उक्तं मया दोषः कृतं सा धात् इति भवति न तत्र आकारस्य लोपना अस्ति हलादि न न मम प्रश्नः अस्ति बस्बाव भवति वा नास्ति वा भवति भवति मया दोषेण उक्तं जशन्तस्य ददः बशः बश् स्वोः ततोः च सकारः परे अस्ति किल यद्यपि पित् अस्ति चेत् अपि अत्र भवति तत्र तस्य किन्तु धातु कारे परे एवमेव अस्ति किल भगिनि दकारस्य अस्माकं धातुः अस्ति दा धा साधु आकार अस्ति आकार मध्ये अस्ति धकार आकार क्षम्यतां भवान् करेक्ट् अत्र आकारः लोपो नास्ति अतः दातिथि न भवति अतः तदेव तिष्ठति सरलपणि केवलं इत्युक्ते दकारस्य अनन्तरम् आकारः वर्तते इति वा न अत्र साम्यस्वरः न कार्यं करोति साम्यस्वरः कार्यं न करोति अतः तदेव तिष्ठति सरलपणि सम्यक् भवति वदति कृते पदान्ते भवितव्यम् अङ्गस्य अन्ते भवितव्यम् इति किमपि नास्ति यत्र कुत्रापि भवतु बष्भावः बष्भावः तत्र तत्र बष्भावः भवति किन्तु भगिनी अङ्गं धा धा अस्ति आकार अस्ति साक्षात् नास्ति इति किन्तु तदेव वदामि अहं यत्र जशन्तस्य इति वदामः खलु बष्भावः इति तत्र तु तत्र अङ्गस्य अन्ते वा इति भवति बष्भावः इति नास्ति यत्र कुत्रापि भवतु तादृश बष् तत्र सर्वत्र भवति इति पूर्वं महोदयेन उक्तम् आसीत् न प्रश्नः किम् इत्युक्ते तत्र 3-4 इति साक्षात् अनन्तरं भवेत् वा मध्ये अवधानं भवितुम् अर्हति मध्ये अवधानं चेत् अपि भवति किमस्ति ओ मध्ये अवधानम् अस्ति अत्र दद इति नास्ति दा इति आकारः वर्तते इति तर्हि अत्र बष्भावः न भवति धन्यवादः सरला भगिनी तर्हि प्रश्नः समीचीनः आसीत् आम् आं महोदय सम्यक् पृष्टवान् सर्वं स्मर्तुं किञ्चित् क्लेशः एव भवति तत्र सम्पूर्णतया आहत्य बर्ड्स् ऐ व्यू इति वदामः किल तर्हि यात् यातां युः अत्र तु दाधा इति अस्ति अत्रापि दाध्यात् दाध्यात् हलादि अपित् अस्ति अत्र हलादि अपित् कारणेन अत्र स्नाभ्यस्तयोरातः इति करोति चेत् केवलं तत्र आकारस्य लोपः भवति वा? तर्हि दाध्यात् दाध्यातं दाध्युः दाद्युः न न विधिलिङ्ग् मध्ये महोदय. तर्हि दाध्याः दाध्यातं दाध्यात दाध्यां दाध्याव दाध्याम इति. धन्यवादः. सामान्यतया भूसंज्ञकधातूनां कृते किञ्चित् सावधानतया एव चिन्तनं. द्वे सूत्रे स्मर्तव्यं ततस्ततोश्च अपि घसोरेद्वाभ्यासल्लोपश्च मध्यमपुरुषदिः परे एकारभ्यासल्लोप. तर्हि त्रीणि सूत्राणि स्मर्तव्यं तत्र. अस्तु, तत्र भष्भावः एव न भवति इति कृत्वा तत्र घुसंज्ञकता इत्युक्ते महाप्राणधकारस्य कृते सूत्रद्वयं, परन्तु अल्पप्राणधकारस्य कृते तत्र ददस्ततोश्च अपि कार्यं करोति. तत्प्रभाद्य स्नाभ्यस्तयोरातः. अग्रे ज्या अपि करोतु. भव्या भगिनी भवती अपि कर्तुम् इच्छति वा? भवती करोतु. अहं यत् सूत्रमस्ति एरनेकाचो संयोगपुरुष अहं न अवगच्छामि तदपि अस्मिन् सूत्रे. आम्, ज्या धातुः जा ज्या इति द्वित्वं कृत्वा जा ज्या इति भवति. प्रथमं तु किम् अस्ति अत्र तु पूर्णतया द्वित्वं भवति, अनन्तरं हलादिशेषः इत्यनेन जा इति भवति अभ्यासस्य. तर्हि जा ज्या इति धातुः. हलादिपित्सु किम् अस्ति कार्यं? किमपि कार्यं नास्ति, केवलं योजनम्. अङ्गस्य आकारान्तत्वे सति गुणकार्यं न सम्भवति. जाज्यायोगः इति जाज्याति इति. अजादिपित्सु केवलं सन्धिकार्यं. जाज्यायोः आनि जाज्यानि इति. हलादि अपित्सु अत्र तु ग्रहीजा वैतिरेण सम्प्रसारणं, तदा हलः इत्यनेन दीर्घः भवति. अस्तु, अत्र श्नाभ्यस्योर् ईहल्यगोः इत्यस्य प्रसक्तिः प्राप्तिः न भवति वा? हलः इत्यनेनैव दीर्घः भवति, ईकारः भवति इति कृत्वा सम्प्रसारणं प्रथमं करणीयं इति कृत्वा अनन्तरम् ईहल्यगोः इत्यस्य प्रसक्तिः प्राप्तिः न भवति वा? पश्यामः. ईहल्यगोः अग्रे दत्तमस्ति महोदय, सोपानं दत्तमस्ति. सूत्रसङ्ख्यामपि पश्य. अजादिपित्सु अपित्सु सम्प्रसारणं भवति, पुनः हलः इत्यनेन दीर्घत्वं भवति, तदा धात्वन्तस्य ईकारस्य यण्णादेशः भवति एरनेकाचो संयोगपूर्वस्य इति सूत्रेण. जाज्या अति जाजी योगः अति जाज्यति इति. अग्रे पठामः. सम्प्रसारणं ग्रहीजा वयि व्यधि वष्टि विचति वृच्छति पृच्छति भृञ्जतीनाम् इति च इति. अत्र किम् इत्युक्ते क्षिप् निर्देशः नास्ति इति कृत्वा साक्षात् धातुः उक्तम् अस्ति इति कृत्वा सम्प्रसारणकार्यस्य यङ्लुगन्तानां प्रसक्तिः भवति. नो चेत् यदि अत्र तु वृच्छति पृच्छति तेषां तु यङ्लुगन्तस्य कार्यं सम्प्रसारणकार्यं न भवति खलु. अत्र केवलं हस्य एव भवति, जा धातुः एव सम्प्रसारणकार्यं भवति खलु. तर्हि एतेषां तु जा धातोः सम्प्रसारणं भवति कितिङिति प्रत्यये परे. तर्हि इग्यणः सम्प्रसारणम् इत्यनेन यणः स्थाने इक् प्रत्याहारे स्थितः आदिष्टः वर्णः आदिष्टः तस्य सम्प्रसारणसंज्ञा भवति इति. यणः इक् सम्प्रसारणम् इति संज्ञासूत्रमस्ति. सम्प्रसारणाच इति सूत्रेण सम्प्रसारसंज्ञकवर्णात् अचिपरे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति इति. सम्प्रसारणाच अचिपूर्वपरयोः एकः पूर्वः संहितायां. तर्हि आहत्य यथा जाज्या योगः तः इत्यस्मिन् जाजोगः इ योगः आयोगः तः इति अस्ति. ग्रहीजा वयि इति सूत्रेण वयि व्यधि वष्टि विचति वृच्छति पृच्छति वृजतीनाम् इति सूत्रेण यकारस्य स्थाने इकारादेशः भवति इगणः सम्प्रसारणकार्यं भूत्वा ग्रहीजा वयि इति सूत्रेण. तदनन्तरं सम्प्रसारणाच्च इति सूत्रेण यदा सम्प्रसारणं भवति झटिति एव अग्रे एव सम्प्रसारणाच्च इति सूत्रस्य प्रसक्तिः प्राप्तिः भवति इति कृत्वा पूर्वरूपादेशः भवति. तर्हि जाजीयोगः तः इति भवति. तदा किं भवति, अधुना तु हलः इति सूत्रेण अधुना इहल्यगोः इति सूत्रस्य प्रसक्तिः नास्ति वा? इहल्यगोः किं वदति, अभ्यस्तसंज्ञक अङ्गस्य स्थाने इकारादेशो भवति. पुनः समानकार्यं भवति, अत्र सङ्ख्या किमस्ति 64113 इति. हलः इत्यस्यपि अत्र प्रसक्तिः प्राप्तिः न भवति चेत् निरवकाशं भवति इति कृत्वा प्रायः हलः इत्यस्य कार्यं भवति ननु. यदि यत्र यत्र सम्प्रसारणं भवति तत्रैव हलः इति सूत्रस्य कार्यं भवति किल, तदर्थम् अत्र पूर्वसूत्रं वर्तते अपि चेत् अपवादत्वेन कार्यं करोति इति मन्ये किल, तदर्थमेव इहल्यगोः इत्यस्य कार्यं न भवति यद्यपि परसूत्रमस्ति. हलः इत्यनेन अत्र आकारः नास्ति किल, यत्किमपि वर्णः भवतु ईहल्यगोः इत्यस्मिन् तु आकारः इति न उक्तः, केवलम् अभ्यासस्य अङ्गस्य ईकारादेशः इति उक्तः. ते कृत्वा ईकारः ह्रस्व इकारः अस्ति चेत् ह्रस्व इकारस्य स्थाने दीर्घ इकारः आदेशः भवति, किन्तु तथा न भवति. किमर्थम् एतत् भगिनी उक्तवती, अत्र यदि हलः इति सूत्रं तु केवलं सम्प्रसारणाच इत्यस्य अनन्तरमेव तस्य प्रसक्तिः प्राप्तिः भवति. हलः सम्प्रसारणस्य अङ्गस्य दीर्घः इत्येव अस्ति खलु. तर्हि यत्र सम्प्रसारणकार्यं भवति तत्रैव अस्य सूत्रस्य प्रसक्तिः प्राप्तिः यदि वयं न कुर्मः चेत् निरवकाशं भवति इति कृत्वा यद्यपि पूर्वसूत्रमस्ति तथापि अस्य प्रसक्तिः भवति अपवादस्य. तर्हि ह्रस्वकारस्य दीर्घादिकारादेशः अत्र अन्तरङ्गं बहिरङ्गम् इति किमपि चिन्तनम् अस्ति वा? तत् अनावश्यकम् इति मन्ये खलु, निरवकाशम् इति कृत्वा अन्तरङ्ग बहिरङ्गम् इति चिन्तनं न आवश्यकम् इति. यत्र पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरम् इति कृत्वा अपवादः अस्ति इति कृत्वा उत्तरोत्तरं बलिः इति कृत्वा अपवादः आगच्छति इति कृत्वा अन्तरङ्गं वा इति न प्रष्टव्यं, तस्य चिन्तनमेव न करणीयम् इति. तर्हि हलः इति सूत्रस्य अङ्गावयवात् हलः यत् उदत् यत् उत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घो भवति. हल् वर्णे परे यः उत्तरं यत् वर्णं सम्प्रसारणं भवति तर्हि तादृश अङ्गस्य तु अन्तिमं यः वर्णः अस्ति तस्य तु दीर्घादेशो भवति इति. अनन्तरम् अस्ति एरनेकाचो संयोगपूर्वस्य इत्यनेन सूत्रस्य कुत्र अजादि अपित्सु यत्र जाजि इति भवति तदनन्तरं अति इति स्वीकुर्मः चेत् तत्र तु एरनेकाचो असंयोगपूर्वस्य इति सूत्रस्य प्रसक्तिः. असंयोगपूर्व अनेकाच् इकारान्तस्य यण् आदेशः भवति अचिपरे इति. अनेकाच् अस्ति सत्यं, जाजि इति अनेकाच् अस्ति, असंयोगपूर्वः अस्ति सत्यम्. अनन्तरम् अत्र अनेकाच् इकारान्तः अपि अस्ति साधु, तादृश अङ्गस्य इकारादेशो भवति क्षम्यतां यकारादेश यण् आदेशः भवति अचिपरे इति. तत्र तु किप्सिङ्ग् इति किमपि नास्ति, केवलम् अशीपरे एव कार्यं भवति. कुत्र प्रसक्ति भवति तस्य? अति इति अस्मिन् अचीपरे सामान्यतया तु तत्र यण्सन्धिः अपि भवितुम् अर्हति किल भगिनि. तत् प्रभाद्य अत्र एरनेकाच यत्र अनेकाचस्ति तादृश असंयोगपूर्वकः अङ्गकार्यमस्ति किल अत्र, तादृश अङ्गस्य ईकारान्तधातूनाम् अत्र अचीपरे सामान्यतया यण्णादेशं प्रभाद्य अचिष्णु धातुभ्रुवानियोरितस्य प्रसक्तिः अस्ति खलु. आं तर्हि तत्र इयङादेशः अपि भवितुमर्हति, भवितुमर्हति स्म तद् प्रभाद्य यण् प्रभाद्य इयङादेशः भवितुं अर्हति स्म, तदपि प्रभाद्य अत्र अचिष्णु धातु इत्यस्य सूत्रसङ्ख्या अस्ति 77 इति, अत्र 82 इति अस्ति. तर्हि इकोयणचि प्रभाद्य अचिष्णु धातु ब्रुवाम् इयङु वङ्गौ प्रभाद्य एरनेकाचो असंयोगपूर्वस्य. साधु वा? आं भगिनि. एतदपि कार्यं तु अन्ततो गत्वा यणेव भवति. यण्सन्धिं प्रभाद्य अचिष्णु धातु ब्रुवाङ् योरिवङ्गौ, पुनः तद् प्रभाद्य पुनः यण् आदेश एव भवति अनेन सूत्रेण. एरनेकाचोसंयोगपूर्वसूत्रेण. तर्हि अति इत्यस्मिन् जाजीयति इति जाज्यति इति यण्णादेशः जाज्यति. सत्यं. तर्हि सामान्यतया यथा वयं पश्यामः तादृशमेव रूपम् आगच्छति, परन्तु तत्र इकोयणचि इति नास्ति इति स्मर्तव्यम्. अपि च इयङादेशः अपि नास्ति हिरणेकाचो इति. तर्हि जाजियोगः ति इति अस्ति. गृहीजा वै केवलं कुत्र अस्ति? केवलं निति च एव भवति. तर्हि अत्र तु जाज्यायोगः जाज्या इति धातुः. तर्हि जाज्यायोगः ति जाज्याति इति रूपं, जाज्यायोगः इति इत्यस्मिन् जाज्येति इति गुणं रूपा, अनन्तरं जाज्ययोगः तः इत्यस्मिन् एव अत्र गृहीजा वै इत्यनेन सम्प्रसारणम्, अनन्तरं हलः इत्यनेन दीर्घत्वं. तर्हि जाजी इति भवति जाजीयोगः तः जाजीतः इति. अति इत्यस्मिन् पुनः सम्प्र नितस्ति इति कृत्वा गृहीजा वै इति सम्प्रसारणं, हलः इत्यनेन दीर्घत्वं, सम्प्रसारणाच्च इत्यनेन पूर्वरूपादेशः, अनन्तरं हलः इत्यनेन दीर्घत्वं, तदनन्तरम् एरनेकाचो असंयोगपूर्वस्य इति सूत्रेण यण्णादेशः भवति. तर्हि जाज्यति इति अथवा जाज्यति इति एव खलु, जाज्यति इति. अनन्तरम् अस्ति सि इति, जाज्यायोगः सि जाज्यासि इति वर्णमेलनं, जाज्यायोगः ईशि इत्यस्मिन् जाज्येषि इति, जाज्यायोगः तः इत्यस्मिन् पुनः गृहीजावयि नित् अस्ति इति कृत्वा गृहीजावयि, यदि इष्टेन सम्प्रसारणं, सम्प्रसारणाच्च इत्यनेन पूर्वरूपादेशः, अनन्तरं हलः इत्यनेन दीर्घादेशः. तर्हि जाजीयोगः तः जाजीतः समानकार्यं जाजीत. मि इत्यस्मिन् जाज्यायोगः मि जाज्यामि इति कित् अस्ति इति कृत्वा केवलं वर्णमेलनम्, अनन्तरम् ईमि इत्यस्मिन् जाज्येमि, अनन्तरं वः इत्यस्मिन् अत्र पुनः नित् अस्ति इति कृत्वा गृहीजा वै सम्प्रसारणा च, अनन्तरं हलः इति कृत्वा जाजीवः जाजीमः. अग्रिमम् अग्रे सरला भगिनी अस्तु. लोट्लकारे जा जातु भवति, केवलं वर्णनमेलनं भवति. जा जेतु भवति, तत्र आद्गुण इति सन्धिकार्यं भवति, तात् इति अपि भवति, तत्र घरि गृही ज्या वै अनेन सम्प्रसारणं भवति, जा प्रथमं जा जी भवति, तदनन्तरं हल अनेन जा जी तात्, तथैव तां तत्र जा जी तां, तु अत्र अत्रापि गृही जा वै तस्य कार्यं भवति, जा जी भवति प्रथमं, तदनन्तरं एरने जाजि, तदनन्तरं हल, हल भवति वा भवति, तदनन्तरं एरने परे परवर्णं स्वीकृत्य नास्ति, केवलं पूर्ववर्णः स्वीकृत्य निमित्तं परवर्णस्य निमित्तं नास्ति कोऽपि हलस्य पूर्णवर्णस्य निमित्तं सो सम्प्रसारणभवे अपि तस्य यक् अस्तु तस्य दीर्घः भवति सम्प्रसारणकार्यस्य अस्तु तत्र एरनेकाचो इति सूत्रेण यण् भवति सो जाजतु इति भवति हि अत्र अपि हलादि अपि अस्ति सो कहि जा वै इति सूत्रस्य कार्यं भवति हलसि कार्यमपि भवति सो जा जीहि साधु जा जीहि अत्र आम् आं भगिनि क्षम्यताम् अत्र गुसंज्ञक् नास्ति तात् यत्र अस्ति तत्र पुनः गृहीजा अपि हल् सो जा जा जाजी तात् इति भवति तं तत्रापि जाजीतं जाजीत आनी यत्र अस्ति जाजानि जा जाव जा जाम इदानीं मणिमहोदय लङ्लकार अस्तु महोदय तकारपित्तस्य अधः जाज्या अडागमः भवति आज्याज्यात् आज्येत् आज्येत् देन् ताम् अस्ति अपित् अधः सम्प्रसारणं भवति गृहीज्या वै उच्यते इति सूत्रेण जाजी इति भवति अनन्तरं हल इत्यतन दीर्घत्वं जाजी ताम् इति अनन्तरम् उगु अस्ति अत्रापि सम्प्रसारणं भवति हलः अपि कार्यं करोति जाजि अनन्तरं उहु अत्र हेरणकाचो सम्यक्पुरुषे वा सूत्रं सम्यक् अत्र जाजि युः इति यन् भवति जाजियुः जाजिः इति अजाजिः इति वा सरपणि अजाजिः अजाजिः सूत्रं वदतु महोदय सूत्रमेकवारं वदतु अत्रैव वयं वक्तुं शक्नुमः किल एरणकाच्यो असम्यपूर्वस्य अत्र असम्यपदान्तात् कार्यं न करोति उष्पदान्तात् कस्य पदान्तात् अतः एव अहम् उक्तवान् उभूति न कार्यं करोति वा सोपानेन वदामः वदामि किं भवति धातु जाजा इति सूत्रम् अत्र सम्प्रसारणं भवति गृहीज्या वै व्यधि वस्ति इति सूत्रेण अतः पठामि गृहीजि ज्या वै व्यधि वस्ति उच्यति पृच्छति पृच्छति पृच्छति वृजदीनाम् इति च इत्यनेन सम्प्रसारणं भवति अत्र यकारस्य रूपं भवति जाजी इति अनन्तरं हलः इति सूत्रं भवति तत्र सम्प्रसारणस्य पूर्वम् अल् वर्णः अस्ति जकारः, अधः सम्प्रसारणवर्णः दीर्घं भवति जाजि इति. इदानीं किं प्रत्ययः भवति अत्र? अड अडाहमपि भवति, अधः अजाजि अजाजीत् आम् अजाजीत् सम्प्रसारणं न भवति वा? सम्प्रसारणं सर्वं भवति, परन्तु अत्र आमाम् उः अस्ति अत्र. ओ हो अन्तिम उः अपि अस्ति उस्य पदान्तात् सूत्रेण, अतः अकारात् अत्र अजायुः यकारस्य. परन्तु सरला भगिनी पृष्टवती तत्र उस्य पदान्तात् इति किमर्थं कार्यं न करोति इति. कार्यं करोति किल इलयाजाजिकारस्य पदान्तात् मध्ये अकारात् उसि प्रत्यये परे, परन्तु अत्र तु ईकारः अस्ति किल. न भवति उस्य पदान्तात् किं भवति? यकारः भवति किल, यर्णकचेत् यन् भवति. अतः अजाज् यकारः भवति, उस्य पदान्तात् अपि कार्यं करोति. उस्य पदान्तात् न करोति किल महोदय? अजाजि इति रूपं दीर्घजीकारः, अनन्तरं हेरणकाचसमये पुरुषेति कार्यं करोति वा नास्ति वा? एरनेकाचो इत्यनेन एव तत्र यण् कार्य यण् भूत्वा तत्र अजाज्युः यकारः भवति किल. अजाज्या इति रूपं भवति, अनन्तरम् उः इति अजाज्याः, परन्तु उस्य पदान्तात् तेन कार्यं करोति वा? निमित्तमस्ति अपदान्तात् अकारात् प्रत्यपरि जाजि भवति. भवान् सम्प्रसारं कृत्वा जाजि इति आप्नुमः साधु, तत्र ईकार अस्ति तु अकारान्त नास्ति अकारात् परि. अनन्तरं एर्णकाचस्य पुरुषः इति यकारः भवति किल, तस्य प्रमुखः यकारः केवलं यकारः अस्ति खलु, यकारे परे अकारः नास्ति खलु महोदय? व्यञ्जनमस्ति तत्र व्यञ्जनमस्ति. ओ व्यञ्जनमस्ति वा? ओ क्षम्यतां, धन्यवादः धन्यवादः. अजाजिः एव अनन्तरम् अत्र उस्य पदान्तात् न कार्यं करोति. धन्यवादः धन्यवादः सर्वेषाम्. अनन्तरं किं लङ्लकरे वा अजाज्याः समयम् अजाज्येः, अनन्तरम् अत्र तम् इति सम्प्रसारणं भवति, अजाजि हलः अजाजि इति अजाजि तम् सम्यक् नास्ति, कृपया वदतु कोऽपि. अजाजीत अनन्तरम् अम् अत्र अजाज्यां वा मध्ये सम्प्रसारणं भवति अमिपूर्वम् अत्र अजाज्याम् इति अमिपूर्व अजाज्याम् अभवत् अतः रूपम् उक्तवान् बट् परन्तु अत्र अमिपूर्वदि न सूत्रं न उक्तवान्, परन्तु रूपम् अजाज्याम् इति एव उक्तं. अजाज्यम् एव न उक्तवान्, परन्तु सूत्रं न उक्तवान् अमिपूर्वः वा. अस्तु अस्तु, अनन्तरम् अजाजि सम्प्रसारणं भवति दीर्घत्व हलति न दीर्घत्वम् अजाजि अजाजि वा अजाजि मा. अनन्तरं नात् मुदलिङ्गे सर्वे हलः सम्प्रसारणं भवति, सम्प्रसारणम् अनन्तरं दीर्घत्वम् सूत्रेण जाज् जाजि याज्यात् जाज्यात् याज्यातां जाज्युः जाज्याः जाज्याः जाज्यातं जाज्यात जाज्यां जाज्यावः जाज्याम इति जाजि इति एव भवति किल सर्वत्र. किमर्थं जाज् इति वदति? जाजीयात् जाजीयाताम् इति किल? अत्र यात् हलादि अपित् अतः सम्प्रसारणं न भवति वा? अपित् इति कृत्वा एव सम्प्रसारणं सर्वं करोतु, परन्तु भवान् जाज्यात् इति उक्तवान्, जाजीयात् जाजीयात्. क्षम्यतां क्षम्यतां क्षम्यतां, जाजीयात् जाजीयातां जाजीयुः जाज्युः अत्र. किमर्थम् अत्रापि सर्वत्र यकारः एव अस्ति किल? सर्वत्रीयुः सर्वत्र जाजी एव अस्ति, केवलं मेलनं करणीयम्. अत्र काचो न कार्यम्. ओ अजाजि अपि हलादि अपि अतः अजाजि न जाजीयुः जाजीयाः जाजीयातं जाजीयात जाजी याजीयाव जाजीयाम् इदानीं सम्यक् वा अथवा किमपि? समीचीनं, धन्यवादः. धन्यवादः धन्यवादः शुभरात्रि. धन्यवादः भगिनी.